पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 96 ऋषय ऊचुः सूदसूदमहाप्राज्ञ जीवजीवशतं समाः यद्वयं पुण्यसमयं श्राविदा जगदोहितं वदभूयोऽभिभूयिष्ठं पिबामस्तावत्कं त्वचः पायं पायं न तृप्यामो वयं सूद तदुत्तमं सूद उवाच अत्राप्युदाहरन्धीममितिहासं पुरातनं संवादमादिलोकस्य जगतां जगदीशितुः षट्सहस्राणि चोच्छ्रायो विस्तारेण पुनस्त्रयं एवं नवसहस्राणि योजनानां विधाय च वामया दंष्ट्रया गृह्य उद्धृतादौ वसुन्धरा दिव्यवर्षसहस्रं वै दंष्ट्रया धारिता महि धर्माख्यानप्रसङ्गेन सोवाच विनयाद्विभुं पृथिव्युवाच एते द्वादशमासा वै षष्टिर्दिनशतत्रयं येषां किमुत्तमं पुण्यं प्रियं च तव केशव पवित्रकार्तिको मासस्तुलासंस्ते दिवाकरे मकरस्ते रवौ मासपुराणे पावनस्मृतः मेषस्ते माधवो मासो भास्करे पढ्यते बुधैः मार्गशीर्षोऽपि मासानां पावनपरिकीर्तितः एवं मासा पवित्रास्ते वासरा केऽपि कीर्तिताः युगादयो युगान्ताश्च तथा कल्पादयोऽपि च सर्वेभ्योऽप्यधिकं मासमेतेभ्यो वदपावनं सर्वयज्ञमयश्रीमन्येकं निश्चित्य मे वद वराह उवाच विधिना विधिना चैव ये यजन्ति नराधमाः माधवे मासि मां भक्त्या तैश्च पूज्योऽस्म्यहं सदा हिरण्याक्षो वरारोहे माधवेदु मधुर्हद आदिदैत्याबुभावेदौ हत्वा त्वं तु समुद्धृता त्रेधा युगे त्रयी धर्मो ज्ञानवर्णव्यवस्थितिः माधवे मासि सम्भूता तेन मे माधवप्रियः त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे प्रवृत्तं चत्रयी धर्मा प्रवृत्तास्ते प्रवर्धिताः अक्षया सोच्यते लोके तृतीया हरिवल्लभा स्नाने दानार्चने श्राद्धे जपे पूर्वजदर्पणे ये अर्चयन्ति यवैर्विष्णुं श्राद्धं कुर्वन्ति यत्नदः तेषां ददाम्यहं सर्वं यन्मनोभीष्टमुत्तमं ये ददन्त्यपि दानानि धन्यास्ते धार्मिका नराः ये यजन्ति हरेर्नित्यमध्वरैर्विविधैरपि माधवे यजते यो मां तेभ्यस्तदधिकं फलं स्नानं दानं च पो होमस्तपो यज्ञव्रतादिकं वैशाखे यत्कृतं देवि तस्य पुण्यफलं शृणु मन्वन्तराणां कोट्यस्तु दश पञ्च च सप्त च मत्सान्निध्यगदास्तेऽपि तिष्ठन्ति भयवर्जिताः यद्यपि स्युर्ग्रहा सर्वे क्रूरा जन्मव्ययाष्टकाः प्रातस्नानेन वैशाखे सर्वे सौम्या भवन्ति ते वैशाखे मासि यो विप्रान् भोजयेद्भक्तितत्परः सिद्धे सिद्धे भवेत्तृप्तिः पितॄणां युगसङ्ख्यया यच्छन्ति तत्र मधुराधिकभोजनानि ये वायवाशनतिलोदकभोजनानि चत्राम्बराणि चरणोजितरक्षणानि धन्यास्त एव परितोषकराहि विष्णोः विशेषादिह दातव्यास्तिला मधुसमन्विताः धर्माय बृहदे दीर्घ दुरिदक्षयहेतवे एवं कृते तु यत्पुण्यं प्राप्यते मनुजैश्च तैः तत्कैर्गणयितुं शक्यं वर्षकोटिशतैरपि पुत्रपौत्रादिसम्पत्तिदीर्घायुंषि यथेप्सितम् इहाप्नोति परत्रापि मामेव प्रतिपद्यते अनेकजन्मार्जितपादकावली विलीयते माधवमज्जनेन जनस्य तत्रोषसि पुण्यतीर्थे यथा विधानं श्रयते तथा वा यः परित्यज्य वैशाखं व्रतमन्यदुपाचरेत स करस्थं महारत्नं हित्वा लोष्ठं हि याजते सूद उवाच एवं स भगवान् पूर्वमादिदेवो वदद्विभुः माधवं मासमुद्दिश्य जगत्यां जगदीधरः किमत्र बहुनोक्तेन न तदस्ति महीसुराः यदप्राप्यं भवेन्मासि माधवे माधवार्चनात् शृणुध्वं च पुरावृत्तिमिहार्थे परमाद्भुतं ब्राह्मणस्य च संवादं यमस्य च महात्मनः मध्यदेशे महाग्रामो ब्राह्मणानां बभूवः गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरथः विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा अध प्राह यमः कञ्चित् पुरुषं कृष्णपिङ्गलं रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनास्तिकं गच्छत्वं भो महाग्रामं गत्वा ब्राह्मणमानय वसिष्ठगोत्रसम्भूतं नामदो यज्ञदत्तकं शमे निविष्टं विद्वांसं यज्ञकर्मविशारदं न चान्यमानयेधास्त्वं सगोत्रं तस्य पार्श्वदः सहिताद्रिग्गुणस्तेन तुल्योऽध्ययनजन्मना आकृत्या च तथा चिह्नैः समस्तेनैव सत्तमः तमानय यथोद्दिष्टा पूजाकार्या हि तस्य मे सगत्वा प्रतिकूलं तु चकार यमशासनं तमेव मानयामास प्रतिषिद्धो यमेन यः तस्मै यमः समुद्धाय पूजां कृत्वा च धर्मवित प्रोवाच नीयतामेष सोऽन्य आनीयतामिति सूत उवाच एवमुक्ते तु वचने धर्मराजेन सद्विजः उवाच धर्मराजं तं निर्विण्णो गमनाय वै ब्राह्मण उवाच कस्मादहमिहानीध कस्मात् प्रेरयसे पुनः गन्तुं नैवोत्सहे तत्र मर्त्यलोकं पुनः प्रभो यम उवाच इह क्षीणायुषां पुंसां वासपुण्यवदां भवेद् अयं वै धर्मराजस्य लोको धर्मप्रकीर्तितः सौख्यभूमिरियं सर्वधर्मराजोऽहमीश्वरः पुण्यापुण्यानुसारेण जन्तूनां सुखदुःखदः पापिनां यमरूपोऽस्मि नृणां निरयदायकः तथा पुण्यवदां सौख्यस्वर्गदो धर्ममूर्तिमान् गच्छ विप्रत्वमद्यैव निलयं स्वं यथागतः अद्यापि दशवर्षाणामायुस्ते परिवर्तते क्षये तवायुषप्राप्तिर्लोकस्यास्य भविष्यति प्रष्टव्यं च त्वया ह्यन्यत् पृच्छस्व प्रब्रवीमि ते ब्राह्मण उवाच यत्कृत्वा सुमहत्पुण्यं स्वर्गस्याद्ब्रूहि तन्मम सर्वस्य हि प्रमाणं त्वं धर्माधर्मविनिश्चये यदि देव मया सम्यग् गन्तव्यं निजमन्दिरे तद्ब्रूहि कर्मणा केन पतन्ति नरके नराः व्रजन्ति केन वै स्वर्गं तत्सर्वं कृपया वद यम उवाच कर्मणा मनसा वाच ये धर्मविमुखा नराः विष्णुभक्तिविहीना ये ते वै निरयगामिनः पश्यन्ति भेदबुद्ध्या ये ब्रह्माणं शङ्करं हरिं विरक्ता विष्णुविद्यासु नरा निरयगामिनः कुलदेशोचितं कर्म यस्त्यक्त्वान्यत् समाचरेत् कामाद्वा यदि वा मोहात् सयादिनरकं नरः अयाज्ययाचकश्चैव याज्यानां च विवर्जकः विरतो विष्णुविद्यासु स भुङ्क्ते नरकान् बहून् अदत्त्वा पितृदेवेभ्यो विप्रेभ्यो मर्त्यबन्धुषु स धनो म्रियते पापः स यादि नरकान् बहून् सर्वाण्यन्नानि सिद्धानि पाकभेदं करोति यः अवैश्वदेवं भुञ्जीद स यादि नरकं चिरं बहुद्रोहेण भूतानां ये जयन्ति धनं द्विज धनवन्तो निरयगा दाम्भिका दुःखभागिनः नास्तिक्या दधवा लोभान्मोहात्काले यथोदिते भक्त्या न श्राद्धदाये स्युः पच्यन्ते नरकेषु ते दीयमानस्य वित्तस्य ब्राह्मणेभ्यस्तु पापकृत विघ्नमाचरते योऽसौ नरो निरयगो भवेत् सामान्यदक्षिणां लब्ध्वा गृह्णात्येको विमोहतः नास्तिक्यभावनिरदो नरस्यान्नरकालये असहिष्णुतया तस्य गुणानां कारणं भवेद् महत्पापं समुत्पन्नं कारणं नरकस्य तद् निर्दोषां सुहृदां भार्यां त्यजन् कालेन यादि यः न वहेद यशस्तेषां स नरो नरके पतद अधर्मं धर्ममिति यो वदन्मोहवशं गतः हैदुको नास्तिको यस्तु स नरो निरयालयः मनसा योन्यभावेन वचसा चान्यथा वदेद हृदयं कलुषं कुर्याद स नरो नरके वसेद अवमन्य च ये यान्ति भगवत्कीर्तनं नराः ते यान्ति नरकं घोरं तेन पापेन कर्मणा पश्यन्तो भगवद्वारं नाम शास्त्रपरिच्छदम् अकृत्वा तत्प्रणामादि ते यान्ति नरकौकसः विनापराधेन नरा कृत्वा पत्न्यधिवेदनम् त्यजन्ति सुकलत्रं ये ते यान्ति नरके नरः न शृणोति गुरोर्वाक्यं धर्मशास्त्रं च यो नरः परेषां चेदशक्लेशकारी निरयगो भवेद् पश्यतां बन्धुबालानां प्रकर्षीमिष्टमश्नुते स यादि नरकं घोरं केवलोदरपूरकः तुलामकरमेषेषु प्रातस्नानं नयश्चरेद नद्यादिषु च नास्तिक्यस्तस्य स्यान्नरकालयः वैष्णवं जनमालोक्य नाभ्युद्धानं करोति यः प्रणयादरदो विप्र सनरो नरकातिथिः काष्ठैर्वा शङ्कुभिर्वापि शूलैरश्मभिरेव च ये मार्गांश्चैव रुन्धन्ति ते वै निरयगामिनः आद्यं पुरुषमीशानं सर्वलोकमहेश्वरं न चिन्तयन्ति ये विष्णुं ते वै निरयगामिनः क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः आशाच्छेदं च कुर्वन्ति ते नरा नरकौकसः आगतान् भोजनार्थं च ब्राह्मणान् वृत्तिकर्षितान् यः परीक्षेदमूढात्मा सज्ञेयो नरकातिथिः अनाथं वैष्णवं दीनं रोगार्थं वृद्धमेव च नानु कम्पन्ति ये मूढास्ते वै निरयगामिनः नियमांस्तु समादाय ये पश्चादजितेन्द्रियाः विलोपयन्ति तान् भूयस्ते वै निरयगामिनः शृणु विप्रयथा यान्ति नरा स्वर्गं दयालवः समासेनैव वक्ष्यामि किञ्चित्ते गौरवादहं येऽर्चयन्ति हरिं देवं जिष्णुं विष्णुं सनातनं नारायणमजं कृष्णं विश्वक्सेनं च दुर्भुजं ध्यायन्ति पुरुषं दिव्यमच्युतं ये स्मरन्ति च लभन्ते तेच्युतस्थानं श्रुतिरेषा पुरातनी इदमेव हि माङ्गल्यमिदमेव धनार्जनं जीवितस्य फलं चैतद्यद्धामोदरकीर्तनं कीर्तनाद्देवदेवस्य विष्णोरमिततेजसः दुरितानि विलीयन्ते तमांसीव दिनोदये गाथां गायन्ति ये नित्यं वैष्णवीं श्रद्धयान्विताः स्वाध्यायनिरता नित्यं ते नरा स्वर्गगामिनः सर्वान् क्लेशान् परित्यज्य विष्णुमेव स्तुवन्ति ये स्वधर्मनिरता धीरास्ते नरा स्वर्गगामिनः वासुदेव जपासक्तानपि पापकृतो जनान् नोपसर्पन्दितान् विप्र यमदूताश्च दारुणाः नान्यत् पश्यन्ति जन्तूनां विहाय हरिकीर्तनं सर्वपापप्रशमनं प्रायश्चित्तं द्विजोत्तम ये याजिता प्रहृष्यन्ति प्रियं दत्त्वा वदन्ति च त्यक्तदानफलाये च ते नरा स्वर्गगामिनः वर्जयन्ति दिवा स्वापं नराः सर्वसहाश्च ये पर्वण्याश्रयभूताये ते मर्त्या स्वर्गगामिनः द्विषदामपि ये दोषान्न वदन्ति कदाचन कीर्तयन्ति गुणांश्चैव ते नरा स्वर्गगामिनः ये परेषां श्रियं दृष्ट्वा न विदप्यन्ति मत्सराद प्रहृष्टाश्चाभिनन्दन्ति ते नरा स्वर्गगामिनः प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च आदरन्ति प्रदीता ये ते नरा स्वर्गगामिनः यस्मिन् कस्मिन् कुले जादा दयावन्तो यशस्विनः सानुक्रोशा सदाचारास्ते नराः स्वर्गगामिनः ये पूदा परदारांश्च कर्मणा मनसा गिरा रमयन्ति न सत्त्वस्तास्ते नरा स्वर्गगामिनः सदा कर्म यथोक्तेन कुर्वन्ति विहितानि च आत्मशक्तिं च विज्ञाय ते नरा स्वर्गगामिनः मनोवाकायिके धर्मे श्रद्धां ह्यः कुरु ते सदा साधूनां सम्मदो यश्च स भवेत् देवतातिथिः वचो वेगं मनोवेगं यो वेगमुदरोद्भवम् उपस्थवेगं सहदे सस्वर्गी जायते नरः येषां गुणेषु सन्तोषो वाणी येषां श्रुतं प्रति परमार्थे मदिर्येषां ते शिष्टा स्वर्गगामिनः व्रतं रक्षन्ति ये कोपाश्रियं रक्षन्ति मत्सराद विद्यां मानापमानाभ्यामात्मानं तु प्रमाददः मदिं रक्षन्ति ये लोभान् मनो रक्षन्ति कामदः धर्मं रक्षन्ति दुःसङ्गात्ते नरा स्वर्गगामिनः एकादश्यां च विधिवदुपवासपरायणाः शुक्ले स्थिते च ये विप्र ते नरा स्वर्गगामिनः मा देव सर्वबालानामौषधं रोगिणामिव रक्षार्थं सर्वलोकानां निर्मितैकादशी तिथिः एकादशी समं किञ्चित् पादत्राणं न विद्यते तामुपोष्य विधानेन पुरुषाः स्वर्गगामिनः एकादशेन्द्रियैः पापं यत्कृतं भवति द्विज नरो निर्धूयतत्पूर्णं प्रीतस्वर्गदिमान् भवेद् अश्वमेधसहस्राणि राजसूयशतानि च एकादश्युपवासस्य कलां नार्हन्ति षोडशीं एकदक्रतव सर्वे सर्वतीर्थतपांसि च महादानादिदानानि व्रतं वैष्णवमेकदः वैष्णवव्रतजो धर्मो धर्मो यज्ञादिसम्भवः एकत्र तुलितौ धात्रा तत्र पूर्वो भवेद्गुरुः हरिवासरभक्तानामच्युतानन्दभाषिणाम् नाहं शास्त्रविशेषेण तेभ्यो विप्रबिभेम्यहं येषां पुत्रश्च पौत्रश्च एकादश्यामुपोषितः सहात्मना स पुरुषाञ्छदमुद्धरदे बलाद् उपोषणं तद कुर्यात् पक्षयोरुभयोरपि एकादश्यां स पुरुषो भुक्ति मुक्त्येकभाजनं जया च विजया चैव जयन्ती पावनाशिनी त्रिस्पृशा वञ्जुली चैव पक्षसंवर्धिनी वरा तिलदुग्धा पराज्ञेया अखण्डद्वादशी तथा मनोरथाख्या च परा भीमद्वादशिका तथा इत्येवमादयो भेदा द्वादश्या सन्ध्यनेकशः व्रतेष्वेदेषु ये शक्ता ज्ञेयास्ते ब्रह्मणि स्थिताः श्रोतारो धर्मशास्त्राणां धर्मप्रत्ययसङ्गताः प्रियङ्कराश्च बालानां स्वर्गलोकं व्रजन्ति ते मासि मास्येकदिवसे दर्शे श्राद्धव्रता नराः तृप्यन्ति पितरो येषां ते धन्याः स्वर्गगामिनः भोजनेषूपपन्नेषु भोज्यं यच्छन्ति सादराद अभिन्नमुखरागेण शिष्टास्ते स्वर्गगामिनः ये भक्तिमन्दो मधुसूदनस्य नारायणस्याखिलनायकस्य स सत्येन हीना रजसापि युक्ता गच्छन्ति ते नागमनन्दपुण्याः विष्ठस्थां यमुनां सीतां पुण्यां गोदावरीं नदीं सेवन्ते ये शुभाचारा स्नानदानपरायणाः न ते पश्यन्ति पन्थानं नरकस्य कदाचन ये नर्मदायामिह शर्मदायां मज्जन्ति तुष्यन्त्यपि दर्शनेन विधूय पापानि महेशलोकं गच्छन्ति ते तत्र चिरं रमन्ते स्नागाश्चर्मनदीतीरे त्रिरात्रं नियदा नराः व्यासाश्रमे विशेषेण ते नरा नागिनः स्मृताः गङ्गाजले प्रयागे च केदारे पुष्करे तथा व्यासाश्रमे प्रभासे च मृतास्ते विष्णुगामिनः द्वारवत्यां कुरुक्षेत्रे योगाभ्यासेन वा मृताः हरिरित्यक्षरं वक्त्रे येषां तेन भुनर्भवः त्रिरात्रमपि ये विप्रद्वारवत्यां पुरिस्थिताः मज्जन्ति गोमदीधीरे धन्यास्ते केशवप्रियाः नरनारायणावासे त्रिरात्रं ये समाश्रिताः मर्त्यलोके च नन्दायां धन्यास्ते केशवप्रियाः षण्मासमुषिता विप्रपुरुषोत्तमसन्निधौ ते नूनमच्युतात्मानो दृष्ट्वा स्युरकहारिणः अनेकजन्मार्जितपुण्यतो ये मज्जन्ति तो ये मणिकर्णिकायाः नमन्ति विश्वेशमवाप्य काशीं ते वै मयापीह भवन्ति वन्द्याः पूजयित्वा हरिं येदु भूमौ दर्भतिलैः सह तिलान्विकीर्य लोकं च दत्त्वा धेनुं पयस्विनीं ये मृदा विधिवद्विप्र ते नरा स्वर्गगामिनः उत्पाद्य पुत्रान् संस्थाप्य पितृपैदामहे पदे निर्ममा निरहङ्कारा ये मृतास्ते पिनाकिनः स्थैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च स्वभाग्येनोपजीवन्ति ते नरा स्वर्गगामिनः श्लक्ष्णां वाणीं निराबाधां मधुरोपायवर्जितां स्वागतेनाभिभाषन्ते ते नरा स्वर्गगामिनः शुभानामशुभानां च कर्मणां फलसञ्चये विपाकज्ञाश्च ये विप्र ते नरा स्वर्गगामिनः धनधर्मप्रवृत्तानां धर्ममार्गानुयायिनां प्रोत्साहं वर्धयन्ते ये मोदन्ते दिविते नराः हेमन्ते वह्निदो यश्च तथा ग्रीष्मे जलप्रदः वर्षास्वाश्रमदाता च सस्वर्गे मोददे चिरं पुण्यकालेषु सर्वेषु नित्यनैमित्तिकादिषु भक्त्या ह्य कुरुदे श्राद्धं सनूनं सुरलोकभाक् दानं दरिद्रस्य विभोः क्षमित्वं यूनां तपो ज्ञानवदाञ्च मौनम् इच्छान्निवृत्तिश्च सुखोचितानां दया जभूतेषु दिवं नयन्ति द्विविधकर्मसम्बन्धाः पापपुण्यसमुद्भवः सत्यमेव समाश्रित्य क्रियते ह्यत्र निर्णयः तपोध्यानसमायुक्तं तारणाय भवां बुधेः पापं तु पतनायोक्तं सत्यमेव न संशयः बलेन परिचारेण शौर्येणाभियुतस्य च पुण्यहीनस्य वै पुंसस्तद्बलादिवलीयते उन्नता गिरिदुर्गेषु वृक्षाः सन्ति सुपुष्टकाः पतन्ति वादवेगेन समूलास्तु खना अपि सत्यधर्मविहीनास्ते तथा यान्ति यमालयं सामान्यं सर्वजन्तूनां बलं धर्मस्तु केवलः येन सन्तरदे जन्तुरिह लोके परत्र च मया सर्वमिदं सम्यक् स्वर्गमार्गप्रदायकं समासेन समाख्यातं किं भूय श्रोतुमिच्छसि इति श्रीपद्मपुराणे पादालखण्डे वैशाखमाहात्म्ये षण्णवतितमोऽध्यायः ॐ